अस्तु तर्हि इदानीम् अस्माकं विशेषणं विशेष्यम् इति विषयस्य परिशीलनं कृतवन्तः गते सप्ताहे अपि तदेव अनुवर्तयामः. तत्र करपत्रे विद्यमानः विषयः तदेव अस्ति. तत्र तत्र किञ्चित् भ्रमः आगच्छति एव अस्माकं कृते तत्र विशेषणं विशेष्यम् इति वदामः चेत् किमर्थम् इत्युक्ते तत्र प्रथमस्तरे यदा वयं स्मः तस्मिन् समये तु विशेष्यम् इत्युक्ते उन्नतः वृक्षः इति वाक्यमस्ति चेत् तत्र विशेष्यम् इत्युक्ते वृक्षः, उन्नतः इत्युक्ते विशेषणम् इति एव अस्माभिः पठितवन्तः. तत् दोषपूर्वकम् इति न, परन्तु तद् वस्तुस्थितिः सम्पूर्णतया तद् नास्ति इति एव इदानीम् अस्माकम् अवगन्तव्यम् अस्ति. तत्र विशेष्यम् इति यद्वदामः तद् केवलं विशेष्यवाचकपदम्, अपि च विशेषणम् इति यद्वदामः तद् विशेषणवाच्यपदम् इति किञ्चित् स्मर्तव्यम् अस्ति अस्माभिः. अपि च तत्र इतोपि चिन्तयामः चेत् तत्र तत्र बिन्दुद्वयम् अस्माकं स्मरणे तिष्ठति चेत् तत्र विशेषणविशेष्यविषये तत्र भ्रमः न जायते. तत्र यत् विशिष्यते तद् विशेष्यम्, येन विशिष्यते तद्विशेषणम् इति बिन्दुद्वयम् अस्ति. तद् अस्माकं मनसः चेत् तत्र तादृश भ्रमः वा दोषः वा न आयाति. तत्र चिन्तयतु, भूतलम् अस्ति, तत्र भूतले एकदेशे घटः अस्ति इति चिन्तयामः चेत् तत्र भूतलं घटवत् इति आकारः भवति. तत्र यस्मिन् स्थले भूतले यत्र यस्मिन् स्थले घटः अस्ति तत् स्थलम् एव विशिष्यते खलु, तर्हि तदेव विशेष्यम् इति भवति. तत्र किं विशिष्यते इति प्रश्नः पृच्छामः चेत् भूतलं विशिष्यते इति उत्तरम् आगच्छति. तर्हि भूतलम् इति विशेष्यम् इति वयं सम्यक्तया अवगन्तुं शक्नुमः. तर्हि तस्मिन् समये एव चिन्तयतु केन विशिष्यते इति. तर्हि तत्र केन विशिष्यते इति प्रश्ने सति तत्र उत्तरमस्ति तत्र घटेन विशिष्यते इति खलु. तर्हि तत्र उत्तरत्वेन घटवता विशिष्यते इति वक्तुं न शक्नुमः, अथवा घटवत् विशिष्यते इति वक्तुं न शक्नुमः. घटेन विशिष्यते इति एव वदामः. तर्हि घटः इति एव विशेषणम्. तत्र घटवत् इति यदस्ति तद् घटयुक्त भूतलमेव सूचयति इति. तत्र तद् विशेषणवाचकपदं भवति, परन्तु विशेषणम् इति न भवति इति तत्र अवगन्तुं शक्नुमः. तर्हि तत्र बहवः विषयाः पदार्थः सन्ति चेत् तत्र एक वस्तु अन्येभ्यः वस्तुभ्यः पृथक् कर्तुम् अस्माकं किञ्चित् किमपि चिह्नम् अपेक्षितम् अस्ति अस्माभिः. तर्हि तादृशं चिह्नं अस्मिन् सन्दर्भे तु घटः एव. तर्हि भूतलम् इति स्वयं भूतलं न, केवलं घटः एव. तर्हि घटः एव विशेषणं भवति. तर्हि तदर्थं तत्र तादृशसामर्थ्यं तु घटे एव अस्ति, येन अन्येभ्यः भूतलेभ्यः देशभेदात् तत्र भूतलमिति यदा यद्यपि एकमेव अस्ति, परन्तु तत्र देशभेदात् तत्र पृथक् कर्तुं शक्नुमः खलु. तर्हि तत्र तादृशपृथक् कर्तुं सामर्थ्यं केवलं घटे एव वर्तते, तर्हि घटः एव विशेषणं भूतलम् इति विशेष्यं, भूतलं घटवत् इति आकारे सति, तत्र भू घटवत् इति विशेषणवाचकपदम् इति वयं तावत् अस्माकं पठितवन्तः, तत् तद् अवगतवन्तः चेत् तत्र प्रायः क्लेशः न वर्तते इति चिन्तयामि. एतत्पर्यन्तं तत्र किमपि प्रश्नः अस्ति वा? अस्तु, नास्ति चेत् तर्हि अग्रे सरामः. अस्तु, अन्य कोऽपि आगतवन्तः वा यस्य नाम मम नमस्ते भगिनि, पवनः मार्गे अस्मि इदानीं. अस्तु महोदय, नमस्कारः. नमस्ते भगिनि, अपर्णा अस्मि. अस्तु भगिनि, अन्य कोऽपि अस्ति वा? अस्तु, तर्हि बालसुब्रह्मण्यं महोदय तत्र पठति किं, तत्र पुनस्मरणम् इति अस्ति खलु, तस्मात् आरभ्य पठामः. पुनस्मरणम्. उन्नतः वृक्षः, उन्नतः गुणिनम् इत्युक्ते वृक्षम्, उन्नतः गुणिनं बोधयति वृक्षवाचकशब्दः. तर्हि विशेषणं किम्? विशेषः पदार्थः न तु पदम् इति स्मर्तव्यम्. तर्हि पदं किम्? विशेषवाचकम्. तथैव उन्नतः वस्तुतः विशेषणवाचकः. विशेषणम् औन्नत्यम्, औन्नत्यम् इत्यनेन वृक्षः विशेष्यते, पृथक् क्रियते. अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन, येन विशिष्यते उन्नतः तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति, अतः तद् एव विशेषणम्. इतोपि पठामि वा महोदय? यद् भवान् पठितवान् तस्य किञ्चित् तस्मिन् विषये किञ्चित् वदतु. उन्नतः वृक्षः, अत्र उन्नतः इति गुणिनं बोधयति, इत्युक्ते वृक्षं बोधयति, वृक्षवासकशब्दः. विशेषणम्, अत्र विशेषणं किम्? विशेषः एकक्षणं महोदय, तत्र किमर्थं तर्हि विशेषणं किम् इति प्रश्नः किमर्थम् अस्ति अत्र? तद् भवान् अवगतवान् वा? तत्र उन्नतः वृक्षः, उन्नतः इत्युक्ते वृक्षवाचकशब्दः, तर्हि विशेषणं किम् इति तत्र किमर्थं तत्र तादृशप्रश्नः अस्ति? उन्नतः इति शब्दः गुणिवाचकः, तस्मात् प्रश्नः उदेति गुणिवाचकः शब्दः विशेषणं वा अथवा गुणवाचकः अवश्यं वा इति. उत्तमं, तदेव. तत्र साधारणतया यदा वयम् आरम्भस्तरे स्मः तस्मिन् सन्दर्भे तु तत्र उन्नतः वृक्षः इति आगच्छति चेत् तत्र वयं वदामः वृक्षः इति विशेष्यम्, उन्नतः इति विशेषणम् इति खलु. परन्तु इदानीं तत्र उन्नतः वृक्षः इति वाक्ये तत्र उन्नतः अपि वृक्षमेव सूचयति, इत्युक्ते तत्र गुणिनमेव सूचयति. वयं गते सप्ताहे दृष्टवन्तः खलु तत्र त्रिविध गुणवाचकः शब्दाः अस्ति. तद् प्रथमं तु केवलं गुणं सूचयति, द्वितीयं केवलं गुणिं सूचयति, तर्हि तत्र उन्नतः इति पदं तत्र द्वितीय विधपदं खलु, तत्र केवलं गुणिनं सूचयति. तर्हि तत्र विशेषणं किम् इति प्रश्नः आगच्छति. अस्तु, वदतु महोदय. पठामि किल महोदय? तत्र तत् द्वितीयपरिच्छेदे यदस्ति तद् वदतु. विशेषवाचकं पदं किं विशेष्यवाचकम्? उन्नतः वस्तुतः विशेषणवाचकः, विशेषण विशेषवाचकः. विशेषणम् औन्नत्यं, सो साध्वत् विशेषणवाक्यम् औन्नत्यम् एव. औन्नत्यम् इति अनेन वृक्षः विशेष्यते, पृथक् क्रियते. औन्नत्यं वृक्षस्य गुणः वृक्षं पृथक् करोति अन्येभ्यः वृक्षेभ्यः. पृथक् कुर्मः अनेन औन्नत्यगुणेन. सो अयं वृक्षः अन्येभ्यः वृक्षेभ्यः भिन्नम् इति विशेषण वाक्यपूर्वं दर्शयति. येन विशिष्यते उन्नतः तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषण. सो उन्नतः इति वार्तया वृक्षः न विशिष्यते, किन्तु औन्नत्यम् इति वार्तया वृक्षं विशेषितः, तस्मात् औन्नत्यमेव विशेषणम्. तदेव अस्ति अत्र. तत्र उन्नतः इति पदं तु केवलं औन्नत्यम् इति गुण औन्नत्यम् इति गुणः तत्र वृक्षे अस्ति इति सूचयति. उन्नतः इति तत्र वस्तुतया तत् स्वयं तस्मिन् तत्र तादृशं सामर्थ्यं नास्ति येन वृक्ष येन वृक्षः पृथक् कर्तुं शक्नोति. तत् तर्हि ताद् वृक्षं पृथक् कर्तुं शक्नोति. तादृशसामर्थ्यं तु औन्नत्यगुणे एव वर्तते. तदर्थमेव तत्र औन्नत्यम् इत्येव विशेषणम्, उन्नतः इति केवलं विशेषणवाचकपदम् इति अस्ति. तर्हि तत्र कोऽपि प्रश्नः अस्ति वा? एकः प्रश्नः अस्ति. तर्हि तत्र उन्नतः इति शब्दः औन्नत्यवाचकशब्दः इति वक्तुं शक्नुमः? औन्नत्यम् इति विशेषणं, तर्हि औन्नत्यं सूचयति. उन्नतः इति पदेन औन्नत्यम् इति गुणः अस्ति. उन्नतः इति वदामः चेत् तत्र औन्नत्ययुक्त कश्चन वस्तु इति एव वयं ज्ञातुं शक्नुमः खलु. तर्हि तदेव. अग्रे पठतु महोदय. समानाधिकरणम् असमानाधिकरणं च विशेषणविशेषयोः समानाधिकरणं न स्यात्. यथा अत्र उन्नतः वृक्षः, उन्नतः गुणिवाचकशब्दः, अतः वृक्षमेव बोधयति. द्वयोः पदयोः समानविभक्तित्वम् एकार्थबोधकत्वं च अनेन समानाधिकरणं. तस्मात् उन्नतः इत्युक्ते वृक्ष एव, अतः उन्नतशब्दः वृक्षं विशेषयितुं न शक्नोति. उन्नतः वृक्षः च समानवस्तु, कथं वा उन्नतशब्देन वृक्षः विद्येत? किन्तु औन्नत्यं भिन्नवस्तु. औन्नत्यवृक्षयोः एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति. औन्नत्यं भिन्नं, वृक्षः भिन्नः, अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यमस्ति. अवगतं वा महोदय, किञ्चित् वदति वा? विशेषण विशेष्ययोः समान अधिकरणं न भवेत् न स्यात्। उन्नतः गुणिवाचकशब्दः, तस्मात् अयं शब्दः वृक्षमेव बोधयति। अस्तु, तर्हि तत्र समानाधिकरणम् इत्युक्ते अर्थः कः? समानाधिकरणं सर्वे विभक्ति लिङ्गवचन इत्यादि उभयोः अपि साम्यं भवेत्। समानम् अस्ति चेत् अधिकरण समानाधिकरणं इति उक्तम्। समानाधिकरणम् इत्युक्ते खलु तत्र द्वयोः भक्तिकत्वम् एकार्थबोधकत्वं च, इत्युक्ते यत्र समानाधिकरणम् अस्ति तत्र समानविभक्तिकत्वम् अपि च एकार्थबोधकत्वम् अपि अस्ति। तर्हि तत्र विशेषणविशेषयोः मध्ये तादृशसमानाधिकरणम् अस्ति चेत् कथं विशेषणं विशेष्यं वेद पृथक् कर्तुं शक्नोति इति तत्र प्रश्नः। तस्मात् न शक्नोति, समानाधिकरणम् अस्ति चेत् पृथक् पृथक्त्वं कर्तुं न शक्नोति। किमर्थं न शक्नोति समानाधिकरणम् अस्ति चेत्? समानाधिकरणम् अस्ति चेत् उभयः अपि समानं, तस्मात् एकः अन्यवार्तां विशेषणं कर्तुं न शक्यते शक्नोति। भवान् सम्यक् एव उक्तवान्, परन्तु इतोपि किञ्चित् अधिकं वक्तव्यं। तत्र उभयोः अपि समानम् इत्युक्ते तत्र किञ्चित् इतोपि अधिकं प्रतिपादयति वा? तत्र यद् भवान् उक्तवान् तद् तदेव तत्र किं वदामि, तत्र प्रायः 70-75% भवान् उक्तवान् एव। एकार्थबोधकम् अस्ति चेत् तदेव तत्र तत्र उदाहरणं स्वीकृत्य वदामः चेत् तत्र उन्नतः वृक्षः इति अत्र अस्ति खलु, तर्हि तत्र उन्नतः अपि पदार्थमेव सूचयति, वृक्षः अपि तदेव पदार्थं सूचयति, तर्हि द्वयमपि तादृशपदार्थमेव सूचयति चेत् एकः अन्यं कथं पृथक् कर्तुं शक्नोति अथवा विशेषयितुं शक्नोति इति तत्र प्रश्नः। तदर्थमेव तत्र समानाधिकरणम् अस्ति चेत् तत्र समानविभक्तिकत्वम् अपि च एकार्थबोधकत्वम् अस्ति खलु। एकार्थबोधकत्वम् अस्ति चेत् उन्नतः इत्युक्ते वृक्षः एव, उन्नतः वृक्षः इति वदामः चेत् उन्नतः इत्युक्ते वृक्षः एव। यदि उन्नतः इत्युक्ते वृक्षः एव, तर्हि उन्नतः इति पदं कथं वृक्षस्य वृक्षं विशेषयितुं शक्नोति अथवा वृक्षं पृथक् कर्तुं शक्नोति? तर्हि तस्मिन् तादृशसामर्थ्यं न भवति खलु। तदर्थमेव तत्र यत्र तादृशसमानाधिकरणम् अस्ति तेन पदेन भेदं स्थापयितुं तेन न शक्नोति, तत् पदं तादृशभेदं स्थापयितुं न शक्नोति। तर्हि तत्र किमपि अन्य चिह्नम् अपेक्षितं भवति अस्माभिः। अग्रे वदतु महोदय, पठामि? न, तत्र इतोपि किञ्चित् अधिकमस्ति खलु औन्नत्यविषये, तदपि सम्पूर्णं करोतु। औन्नत्यं भिन्नं, वृक्षः भिन्नः, अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम् अस्ति। भिन्नः औन्नत्यशब्दः वृक्षः भिन्नः उभयोः अपि भिन्नः तस्मात् औन्नत्यं वृक्षस्य विशेषं भवितुं सामर्थ्यम् अस्ति. इत्युक्ते तत्र औन्नत्यम् इति यत् पदार्थः अस्ति स च गुणः तु वृक्षे अस्ति, वृक्षः नास्ति परन्तु वृक्षे अस्ति. तर्हि कस्मिन् तादृशं सामर्थ्यम् अस्ति येन वृक्षं पृथक् कर्तुं शक्नोति, येन वृक्षः भिद्येत. अस्तु, पवन् महोदय अग्रे पठति वा? भगिनी पृष्ठसङ्ख्या का? क्षम्यता महोदय, पुनः पृच्छतु. तत्र करपत्रे स्मः, करपत्रे पृष्ठसङ्ख्या न जानामि, परन्तु तत्र वृक्षस्य विशेषणद्वयम् इति शीर्षकं पेज् नम्बर् 6 महोदय. 6 वा? क्षम्यते अस्मि, तत्र पुस्तकमस्ति मम सकाशे, तदर्थम् अन्विष्यन् अस्मि. करपत्रं पुस्तकमेव अस्ति भगिनि, विद्याधरी पुस्तकमेव अस्ति. न अद्य महोदयेन ईमेल् प्रेषितं खलु, तत्र जालपुटस्य लिङ्क् अस्ति तत् महोदयस्य करपत्रं. क्षन्तयोस्मि, तत् पुस्तकं पश्यन् आसमहम्. अस्तु, तर्हि तत् उद्घाटयतु. रामप्रिया भगिनी भवती पठति वा अग्रे? आं भगिनि, वृक्षस्य विशेषणद्वयं. प्रथमः औन्नत्यम् इति गुणः वृक्षस्य एकं विशेषणं, तस्य कार्यम् औन्नत्यम् इति गुणः अस्मिन् वृक्षे अस्ति, अपरेषु वृक्षेषु नास्ति, अतः इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति. द्वितीयं, वृक्षत्वम् इति जातिः वृक्षस्य द्वितीयं विशेषणं, तस्य कार्यं सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातिभ्यः सर्वान् वृक्षान् पृथक् करोति. वृक्षः गृहात् भिन्नः, यानात् भिन्नः, मनुष्यात् भिन्नः इति कथम्? वृक्षे वृक्षत्वम् अस्ति, गृहे याने मनुष्ये च वृक्षत्वं नास्ति, अतः वृक्षत्वम् इति जात्या वृक्षः भिद्यते, वृक्षत्वम् इति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति. तर्हि विशेषणं द्वयम् अस्ति, गुणः जातिः च, वस्तुतः ततः अधिकविधविशेषणानि अपि सम्भवन्ति. अत्र तु वृक्षस्य विशेषणं द्वयम् अस्ति इति अस्ति. प्रथमः अस्ति औन्नत्यम्, औन्नत्यं तु गुणः अस्ति प्रथम तद् विशेषण वृक्षस्य प्रथमविशेषणम् अस्ति. औन्नत्यम् इति गुणः वृक्षे अस्ति, अपरेषु वृक्षेषु नास्ति, अतः एतद् वृक्षः अन्येभ्यः वृक्षेभ्यः भिन्नः इति अहं वक्तुं शक्नुमः. द्वितीयः विशेषणम् अस्ति वृक्षत्वं, वृक्षत्वं तु जातिः अस्ति, तस्य कार्यमस्ति वृक्षत्वं सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वं विजातिभ्यः अर्थात् अन्यजातिभ्यः सर्वान् वृक्षान् इमं वृक्षं पृथक् करोति. वृक्षः तु यानात्, गृहात्, मनुष्यात् भिन्नः अस्ति. किमर्थं चेत् वृक्षे वृक्षत्वम् अस्ति, गृहे वा याने वा मनुष्ये वा वृक्षत्वं न अस्ति. अतः वृक्षत्वम् इति जात्या वृक्षः अन्येभ्यः वृक्षेभ्यः भिद्यते. वृक्षत्वम् इति हि जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः भिन्नं करोति अथवा भिद्यते. अतः द्वयम् अस्ति, गुणः जातिः च. प्रायः तत्र अवगतवती, परन्तु यदा वदनसमये किञ्चित् दोषः आगतः इति मन्ये. तत्र वृक्षत्वम् इति जातिः अन्येभ्यः द्रव्येभ्यः पृथक् करोति, न तु अन्येभ्यः वृक्षेभ्यः इमं वृक्षं. तर्हि तत्र एकः वृक्षः अस्ति, पार्श्वे किमपि यानम् अस्ति अथवा गृहम् अस्ति, मार्गः अस्ति, तत्सर्वम् अस्ति चेत् तत्र वृक्षं दृष्ट्वा वयं वक्तुं शक्नुमः एषः वृक्षः इति, अयं वृक्षः इति. परन्तु यानं दृष्ट्वा अयं वृक्षः इति न वदामः. किमर्थं चेत् तत्र वृक्षत्वम् इति यः जातिः अस्ति, या जातिः अस्ति, सा जातिः केवलं वृक्षे एव, न तु याने वा गृहे वा मार्गे वा अन्य द्रव्येषु नास्ति. तर्हि वृक्षत्वम् इति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति इति कारणात् तत्र वृक्षत्वम् इति अपि एकं विशेषणम् अस्ति. इत्युक्ते तत्र जातिः अपि विशेषण रूपेण भवति, अपि च गुणः अपि तथा भवति. तत्तु वयं वारं वारं दृष्टवन्तः एव. तत्र यथा शतं वृक्षाः सन्ति चेत् तत्र एकः वृक्षः एव उन्नतः अस्ति चेत् तस्मिन्नेव औन्नत्यम् इति गुणः अस्ति. अन्यवृक्षेषु तादृशगुणः नास्ति. तर्हि औन्नत्यम् इति गुणः अयं इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इति कारणात् तत्र औन्नत्यम् इति गुणः तत्र विशेषणं भवति. तर्हि गुणः अपि विशेषण रूपेण कार्यं कर्तुं शक्नोति, तदेव जातिः अपि. अपि च तत्र केवलं तत्र अस्माकं सप्तपदार्थाः सन्ति इति पूर्वं दृष्टवन्तः खलु. तत्र एकमस्ति गुणः इति, अन्य अस्ति तत्र जातिः इति. जातिः इत्युक्ते किम् इति कोऽपि वक्तुं शक्नोति वा, स्मरति वा? समानानां धर्मः जातिः इति. तत्र पदार्थस्य नाम कः सप्तपदार्थेषु? ओहोहो, समवायः. समवायः इति सम्बन्धः. अस्तु, तर्हि सप्तपदार्थाः के? कोऽपि वक्तुं शक्नोति वा? द्रव्यं, गुण, द्रव्यगुणं, कर्म, सामान्यं, विशेषः, समवायः, अभावः. तर्हि अत्र जातिः इति कः? सामान्यम्. सामान्य, उत्तमम्. तर्हि तत् तर्हि जातिः अथवा सामान्यम् इति विशेषणरूपेण भवितुं शक्नोति. तथैव गुणः अपि तादृश, गुणे अपि तादृशं सामर्थ्यम् अस्ति. अपि च अन्य पदार्थेषु अपि तादृशसामर्थ्यम् अस्ति. ते के इति अथवा ते के इति अग्रे पश्यामः. पवन् महोदय इदानीं पठितुं शक्नोति वा? तत्र करपत्रम् उद्घाटितं वा? आं भगिनि, अधिकविधविशेषणानि इति शीर्षकम्. अधिकविधविशेषणानि, विशेषणम् इत्युक्ते येन दृश्यते. अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुभ्यः दृश्यते तद्विशेषणं. भूतले नीलः इति गुणः, भूतलत्वम् इति जातिः, घटः इति द्रव्यम्. यदि हि भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम् अस्ति. विशेषणानि गुणः, जातिः, द्रव्यं. गुणः नीलः, जातिः भूतलत्वं, द्रव्यं घटः. भूतलम् इति ओ, एतानि सर्वाणि विशेषणानि भगिनि. तर्हि गुणः, जातिः, द्रव्यं, नीलः, भूतलत्वं, घटः, भूतलम्, एतानि सर्वाणि विशेषणानि इति वा तत्र? न, तथा न. नीलः, भूतलत्वं, घटः इति विशेषणानि, भूतलं विशेषं. विशेषम् अस्तु अस्तु भूतलमिति विशेषं नीलः भूतलत्वं घटः इति विशेषणाय अस्तु अत्र स्थगयामि वा अग्रे पठामि वा अत्र अस्तु विशेषणम् इत्युक्ते येन विशिष्यते इत्युक्ते विशिष्टः यदस्ति तदस्ति विशेषणम् इत्युक्ते येन केनापि एकं वस्तुम् अन्येभ्यः वस्तुभ्यः विशिष्यते यतः वयं पूर्वं दृष्टवन्तः वृक्षः गृहात् भिन्नः तथा वृक्षत्वं विशेषणं भवति तथैव गृहत्वम् इति गृहस्य विशेषणं भवति येन विशेषितुं शक्नुमः तदस्ति विशेषणं तथा भूतले नीलः इति गुणः अस्ति भूतलत्वमिति जातिः अस्ति द्रव्यमस्ति तर्हि त्रिभिः अपि विशेषणमस्ति भूतलं तस्मात् ततः अत्र विशेषणत्रयम् अस्ति इत्युक्ते एते त्रयमपि उपयुज्य वयं विशेषं शक्नुमः एतत् भूतलं भूतलत्वम् अस्ति इति भगिनी अत्र त्रिभिः कीनि अपि विशेषणानि महोदय गुणः जातिः द्रव्यमपि विशेषणानि इति वा सत्यं तदेव तत्र पूर्वं गुणः जातिः दृष्टवन्तः खलु तत्र उन्नतः वृक्षः इति उदाहरणे सत्यमिति गुणः विशेषणं भवति वृक्षत्वमिति जातिः अपि विशेषणं भवति इति तथैव भूतलम् इति स्वीकुर्मः चेत् भूतले यथा नीलः इति गुणः अस्ति अपि च घटः अपि अस्ति चेत् तत्र नीलः इति गुणेन भूतलं विशिष्यते अपि च घटेन घटः इति द्रव्यमस्ति घटः इति द्रव्येण अपि भूतलं विशिष्यते तथैव भूतलत्वम् इति जाति अस्ति तया जात्या अपि भूतलं विशिष्यते तर्हि एते त्रयम् उपयुज्य वयम् अन्यत् किमपि विशेषं न शक्नुमः वा इत्युक्ते वैशिष्ट्यम् अस्ति चेत् अन्येभ्यः वस्तुभ्यः विशिष्यते इति वदति खलु भूतलत्वं तु भूतलस्य विशेषमस्ति सत्यं नीलः इति तत्र गुणः अस्ति खलु अन्यत्रापि भवितुम् अर्हति खलु नीलः सत्यं सत्यं परन्तु तत्र यदा वयं भूतले एकदेशे नीलः इति गुणः अस्ति चेत् तद्भूतलम् अन्येभ्यः भूतलेभ्यः पृथक् किमर्थं चेत् अत्र नीलवर्णः अस्ति अन्येभ्यः भूतलेभ्यः तथा क्षम्यताम् अन्यस्थलेषु अन्यभूतलेषु तत् तादृश नीलवर्णः नास्ति केवलम् एकदेशे एव तत्र नीलवर्णः अस्ति इति कारणात् तद्भूतलम् अन्येभ्यः भूतलेभ्यः पृथक् इति वक्तुं शक्नुमः खलु तदेव तत्र यत्र कुत्रापि भवितुम् अर्हति सत्यं तत्र पुस्तकम् इति स्वीकुर्मः चेत् तत्र नील पुस्तके नीलवर्णः अस्ति अन्यपुस्तकेषु तथा नास्ति चेत् तत्र तत्र नीलवर्णः तत्र नीलवर्णेन एकं पुस्तकं विशिष्यते एव खलु तत्र गुणः इति द्रव्ये एव भवति गुणेन द्रव्य गुणे तादृशसामर्थ्यम् अस्ति येन द्रव्यं पृथक् कर्तुं शक्नोति तत्र केवलं भूतलं केवलं नीलवर्णः इति न तत्र केवलम् उदाहरणरूपेण अस्ति तथैव तत्र भूतले नीलः इति गुणः अस्ति चेत् इति तत्र उदाहरणं भूतले नीलः इति गुणः अस्ति इति चेत् तत्र तादृशम् आगच्छति इदानीं तत्र पुस्तके नीलवर्णः अथवा पुस्तके रक्तवर्णः इति स्वीकुर्मः चेत् तत्र रक्तः इति वर्णः विशेषणं भवति पुस्तकम् इति विशेष्यं भवति परन्तु तत्र तत्तु भूतलस्य एव विशेषणं भवति अन्यस्य कस्यापि विशेषणं न भवति खलु सत्यं सत्यं तर्हि तत्र अस्माभिः अवगन्तव्यं यत् तत्र प्रत्येकं विशेषणं केभ्यः पृथक् करोति इति. तत्र नीलः इति स्वीकुर्मः चेत् नीलः भूतले नीलवर्णः अस्ति इति स्वीकुर्मः चेत् तत्र भूतलस्य एकदेशम् अन्यदेशात् पृथक् करोति. परन्तु भूतलत्वम् इति स्वीकुर्मः चेत् तद् भूतलम् इति द्रव्यम् अन्येषु अन्येभ्यः द्रव्येभ्यः पृथक् इति तादृश विशेषणं करोति. द्रव्यमस्ति चेत् तत्र भूतलं घटवत् इति चिन्तयामः चेत् तत्रापि तत्र एकदेशं तत्र अन्यदेशात् पृथक् करोति. तर्हि तत्र किञ्चित् तादृशचिन्तनम् अपेक्षितम् अस्ति अस्माभिः. अस्तु भगिनि. परन्तु अन्ततो गत्वा अस्माकम् अवगन्तव्यं यत् तत्र गुणः, जातिः, द्रव्यम् इति ये पदार्थाः सन्ति तेषु पृथक् कर्तुं सामर्थ्यम् अस्ति इति. तदेव तत्र अस्तु. तद् अवगतम् इदानीम्. अस्तु महोदय, तर्हि अग्रे अपि किञ्चित् पठति वा? इतोपि एकम् उदाहरणं दत्तमस्ति अत्र. बालके औन्नत्यम् औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखनक्रिया इति कर्म, घटाभावः इति अभावः. पञ्चभिः बालकः विशिष्यते, अतः विशेषणपञ्चकम् अस्ति. समवायविषये विशेषविषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्. तर्हि अन्यदुदाहरणं दत्तमत्र, यत्र पञ्चविशेषणानि दर्शितानि. यद् एकं तु अभावः दर्शितं, तत्र घटस्य अभावः अस्ति इति, घटाभावः अभावविशेषणमस्ति. लेखनक्रिया इति कर्मविशेषणमस्ति. धनम् इति द्रव्यं, तर्हि तत्र द्रव्यविशेषणमस्ति. बालकत्वमिति जातिः, जातिविशेषणमस्ति. बालके औन्नतिमिति गुणः, गुणविशेषणमस्ति. तत्र बालके औन्नत्यम् इति गुणः तत्तु वयं दृष्टवन्तः वृक्षसन्दर्भे अपि तत्र गुणेन विशिष्यते इति. जातिः पूर्वम् अस्माकं दृष्टं. तत्र धनम् इति अस्ति चेत् तत्र तत्र धनवान् बालकः इति आकारः अस्ति चेत् तत्र धनम् इति द्रव्येन तत्र शतं बालकाः सन्ति. तत्र एकस्य बालकस्य पार्श्वे धनम् अस्ति चेत् तत्र धनवान् बालकः इति वदामः चेत् धनम् इति द्रव्यं सः बालकः तं बालकम् अन्येभ्यः बालकेभ्यः पृथक् करोति खलु. तथैव लेखनक्रिया अपि, कोऽपि एकः एव बालकः लिखति चेत् तत्र वयं तं बालकं सूचनीयं चेत् वयं वदामः खलु तत्र यः लिखति सः इति. तर्हि तत्र लिखितवान् बालकः इति वदामः चेत् तत्र यः लिखति इति तत्र क्रिया अथवा कर्म अपि कर्मणि अपि तादृशं सामर्थ्यम् अस्ति येन विशिष्यते. तथैव अभावः अपि, तत्र पुनः तत्र शतं वा पञ्चाशतं वा बालकाः सन्ति चेत् सर्वस्य पार्श्वे घटः अस्ति, एकः एव एकस्य पार्श्वे एव घटः नास्ति चेत् घटाभाववान् बालकः इति वदामः चेत् यस्य पार्श्वे तत्र घटः नास्ति तं बालकं सूचयामः खलु. तर्हि तत्र अभावे अपि तादृशं सामर्थ्यम् अस्ति येन पृथक् कर्तुं शक्नुमः इति एव तत्र. तर्हि क्षतव्योस्मि मध्ये स्थगितवान्. तत्र भूतलस्य विषये तत्र केवलं विशेषणत्रयं भवितुमर्हति वा, अधिकं न भवितुमर्हति वा? अन्यत् पुनः वदतु महोदय. भूतलं यत्र अस्ति तत्र विशेषणत्रयमेव दर्शितं खलु? हा, तत्र केवलम् उदाहरणरूपे एव दत्तं खलु. तत्रापि अभावः अपि वक्तुं शक्नुमः. यथा घटः घटवत् भूतलम् इति वदामः तदेव घटावावत् भूतलम् इति अपि वक्तुं शक्नुमः खलु. तत्र भूतले बहवः घटाः सन्ति चेत् अपि च एकदेशे घटः नास्ति चेत् वयं घटाभावेन तं भूतलं पृथक् कर्तुं शक्नुमः खलु. तर्हि तदेव तत्र विशेषणत्रयम् अथवा विशेषणपञ्चकम् इति किमपि सङ्ख्यापरिधिः नास्ति. विशेषणपञ्चकम् इति एव अस्ति, विशेषणत्रयम् इति नास्ति. विशेषणपञ्चकम् इत्युक्ते तत्र द्रव्यं गुणकर्म जातिः अथवा सामान्यम् अभावः इति पञ्चपदार्थाः ये सन्ति तेषु तादृशं सामर्थ्यम् अस्ति येन विशिष्यते, येन विशेष्यं विशिष्यते. अस्तु, सर्वे अवगतवन्तः वा? प्रश्नः अस्ति वा? अस्तु, सुब्रह्मण्यमहोदय भवान् पठति वा? आं भगिनि. विशेषणानां विशेषणवाचकपदानि बालके विद्यमान औन्नत्यस्य विशेषणवाचकपदम् उन्नतः. बालके विद्यमानधनस्य विशेषणवाचकपदं धनवान्. बालके विद्यमानलेखनक्रियायाः विशेषणवाचकपदं लेखनक्रियावान्. बालके विद्यमानघटाभावस्य विशेषणवाचकपदं घटाभाववान्. बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव. अत्र उपरि लिखितमस्ति खलु भगिनि, बालके पञ्च विशेषणानि सन्ति इति. अत्र यानि विशेषणानि सन्ति तानि दत्तमस्ति अत्र. औन्नत्यस्य विशेषणवाचकपदमस्ति उन्नतः. धनस्य विशेषणवाचकपदमस्ति धनवान्. लेखनक्रियायाः विशेषणवाचकपदमस्ति लेखनक्रियावान्. अथवा अत्र लेखकः अपि वक्तुं शक्ष्यामि खलु भगिनि? लेखकः इत्युक्ते भिन्नवार्ता खलु महोदय, तत्र किमपि अन्यप्रत्ययः आगच्छति अपि च भिन्न अर्थः अपि आगच्छति. अत्र इदानीं मतुप्रत्ययः एव उपयोगं करिष्यामि. अस्तु भगिनि. हा, तत्र लेखकः इति वदामः चेत् तत्र क्रिया न सूचयति खलु. लेखकः इत्युक्ते किमपि इदानीं यः लिखति इति अर्थे नास्ति खलु. भगिनि, तथा एव अत्र बालके विद्यमान एकनिमिषं भगिनि, घटाभावस्य विशेषणवाचकपदमस्ति घटाभाववान् इति. बालकत्वस्य विशेषणवाचकपदमस्ति बालकः एव. अत्र पठामि. तत्र अवगतवन्तः खलु. तर्हि तत्र धनवान् बालकः इति वदामः चेत् अस्तु, तर्हि एवं कुर्मः. धनवान् बालकः इति वदामः चेत् तत्र विशेषणवाचकपदं किं, विशेष्यवाचकपदं किं, विशेषणं किम् इति कोऽपि वक्तुं शक्नोति वा? तर्हि तत्र भवान् एव वदतु. अत्र धनवान् बालकः, अत्र धनवान् इति विशेषणवाचकपदम् अस्तु. अत्र विशेषणं प्रायः विशेषणं न जानामि, विशेषणं कः अत्र धनवान् इति इत्युक्ते परन्तु विशेष्यमस्ति विशेषणं धनवान् विशेषणवाचकपदं धनवान् विशेष्यं बालकः विशेषणं धनिन् धनी धनी धनी अस्तु धनी इत्युक्ते अर्थः कः धनी इत्युक्ते अर्थः अत्र यस्मिन् वा यस्य धनं यस्य पार्श्वे धनमस्ति उत्तमं धनवान् इत्युक्ते अर्थः कः धनवान् इत्युक्ते अत्र अत्र एकनिमिषः अत्र मतु प्रत्ययः उपरि लिखितमस्ति धनवान् तत्र मतुप्रत्ययस्य अर्थः कः मतुप्रत्ययः इत्युक्ते एकनिमिषः भगिनी उपरि गमिष्यामि एकनिमिषम् अत्र मतु उपरि गमनात् न अधोभागे अत्र आश्रयः इति खलु भगिनि आम् अधोगमनार्थम् इति सत्यम् आश्रयः इति अपि अस्ति परन्तु मतु प्रत्ययस्य अर्थः अस्ति यथा भवान् धनी विषये उक्तवान् तथैव यस्मिन् अस्य अस्य अस्मिन् अस्य वा इति तदेव मतु प्रत्ययः अपि तर्हि धनी धनवान् इति समानार्थकः समानार्थकपद पदे तर्हि तत्र उभयमपि समानार्थकम् अस्ति तर्हि इदानीं धनवान् इत्युक्ते धनं यस्य पार्श्वे इति अर्थः अस्ति चेत् तत्र तत्र द्रव्यम् अथवा गुणः अथवा विशेषणपञ्चकम् इति दृष्टवन्तः खलु तत्र किम् अस्ति अत्र अत्र धनं धनं तु द्रव्यमस्ति सत्यम् अपि च धनेन केन विशिष्यते अत्र अत्र धनेन विशिष्यते तत्कारणात् धनेन विशिष्यते तत्कारणात् धनं विशेषणं भवति धनवान् विशेषणवाचकपदं बालकः विशेष्यं भवति तत्र केवलं इतोपि एकः एव विषयः अस्ति तत्र बालकः इति विशेष्यं न परन्तु विशेष्यवाचकपदम् विशेष्यवाचकपदम् अत्र बालकः इति यः स्वयं बालकः अस्ति सः एव विशेष्यं यत् शब्दः बालकः इति अस्ति तत् केवलं विशेष्यवाचकपदमेव उत्तमम् इदानीम् अवगतवान् खलु भवान् भगिनि अस्तु तर्हि पवन् महोदय भवान् वदतु इदानीं तत्र लेखनक्रियावान् बालक अस्ति चेत् तत्र विशेषणं किं विशेष्यं किं विशेष्यवाचकपदं किं विशेषणवाचकपदं किम् लेखनक्रियायां बालकः वा लेखनक्रिया पुनः वदतु भगिनि क्षेत्रयते तत्र यथा महोदयेन उक्तवान् खलु धनवान् बालकः इति विषये तथा भवतः वाक्यमस्ति लेखनक्रियावान् बालकः इति लेखनक्रियावान् तर्हि तत्र विशेषणं किं विशेष्यं किं विशेषणवाचकपदं किं विशेष्यवाचकपदं किम् विशेष्यं तु बालकः अस्ति विशेषणपदानि तु लेखनक्रियावान् बालकः बालकत्वमिति जातिः भवति लेखनक्रियायां बालकः कर्म विशेषं भवति लेखनक्रिया अपि च अभावः तु वक्तुं शक्नुमः घटाभावः इति वक्तुं शक्नुमः विशेषणं पुनः वदतु महोदय सम्यक्तया न श्रुतं मया आं भगिनि, तत्र लेखनक्रिया तु तत्र कर्मविशेषणं भवति. विशेषणानि वदामि प्रथमम्. एकं तु लेखनक्रिया, घटाभावः इति अभावः भवति, बालकत्वम् इति जातिः भवति, तत् समानः. पूर्वं यथा दृष्टं बालके औन्नत्यम् इति गुणः इति अस्ति इति. क्षम्यता महोदय, भवतः ध्वनिः सम्यक्तया न आगच्छति, तत्र किमपि स्थगित्वा एव आगच्छति प्रायः. इदानीं भगिनि, इदानीं सम्यक् वा? इदानीं नमस्ते. अस्तु, इदानीं किमपि अन्यध्वनिः अपि श्रूयते तत्र. किं वदामि, तत्र यथा सङ्गीतं वा, विसल् इव स्टाटिक् इव आसीत्. इदानीं सम्यक् अस्ति महोदय. इदानीं सम्यक् अस्ति, वदतु. अस्तु, अत्र लेखनक्रियायां बालकः यदस्ति तत्र विशेष्यं तु बालकः अस्ति. विशेषणानि लेखनक्रिया कर्म विशेषमस्ति, बालकत्वं जातिविशेषणमस्ति, घटाभावः इति वक्तुं शक्नुमः, तत्र अभावविशेषणमस्ति. महोदय, तत्र क्षम्यतां, तत्र भवतः वाक्यमस्ति केवलं लेखनक्रियावान् बालकः इति, तर्हि तत्र अभावविषये मास्तु. लेखनक्रियावान् बालकः इति अस्ति चेत् तत्र विशेषणं किं प्रथमं? विशेष्यं तु बालकः अस्ति, विशेषणं बालकः इति जातिविशेषमस्ति. बालकत्वम् इति जातिविशेषम् अस्ति, परन्तु अस्मिन् सन्दर्भे तत्र लेखनक्रियावान् बालकः इति उदाहरणे तत्र विशेषणं किं? लेखनक्रिया तत् कर्मविशेषणमस्ति. उत्तमं, लेखनक्रिया विशेषणम् अस्ति. विशेषणवाचकपदं किं? लेखनक्रियावान् बालकः, लेखनक्रियावान् इति. विशेषणवाचकपदं किं लेखनक्रियावान् बालकः इति वाक्ये? लेखनक्रियावान्. उत्तमं, लेखनक्रियावान् इति विशेषणवाचकपदमस्ति. विशेष्यवाचकपदं किम्? बालकः. उत्तमम्, उत्तमं, तावदेव. तर्हि विशेष्यम् अस्ति, तत्र यः प्राणी अस्ति, स्वयं बालकः यः अस्ति, सः एव विशेष्यम्. अस्तु, इदानीम् अवगतवान् वा भवान्? आं भगिनि. उत्तमं, तर्हि इतोपि केवलं इतोपि एकम् उदाहरणं कुर्मः. बालसुब्रह्मण्यं महोदय, भवान् वदति वा तत्र घटाभाववान् बालकः इति अस्ति चेत् तत्र विशेषणं किं, विशेषणवाचकपदं किं, विशेष्यवाचकः पदं किम्? घटाभावान् बालकः. आम्, घटाभावान् विशेषणं बालकः विशेषं, घटाभावान् विशेषणवाचकपदम्. पुनः वदतु महोदय, विशेषणं किं? घटाभावः. घटाभावः विशेषणं, विशेषणं बालकः विशेष्यम्. बालकः इति विशेष्यवाचकपदं, तदेव तत्र अस्माकं विशेष्यवाचकपदं बालकः. अस्तु, विशेषणवाचकपदं, विशेषणवाचकपदं विशेषणं घटाभावः, तर्हि विशेषणवाचकपदं किम्? तत्र चिन्तयतु, वाक्यं किम् आसीत्? घटाभावः बालकः. न, घटाभाववान् बालकः खलु, घटाभावः बालकः इति कथं वा वक्तुं शक्नुमः? घटाभाववान् बालकः, घटाभाववान् बालकः. सो बालकः विशेष्यवाचकं, घटाभाववान् विशेषणवाचक विशेषणं किं विशेषणं घटाभावं घटाभाव घटाभावत्वं विशेषणं किं पुनः वदतु घटा अभावत्वं भवानेव पूर्वम् उक्तवान् खलु घटाभाववान् इत्युक्ते तत्र सत्यं तत् किं सूचयति घटाभाववान् इति पदं किं सूचयति यथा अस्तु धनवान् बालकः इति वाक्ये धनवान् इति विशेषणवाचकपदं धनम् इति विशेषणम् इति उक्तवन्तः खलु किमर्थं चेत् धनं यस्य यस्मिन् वा इति धनवान् तर्हि धनम् इति द्रव्यं द्रव्यमस्ति बालकस्य पार्श्वे तर्हि तेन द्रव्येण बालकः विशिष्यते इति कारणात् तत्र धनम् इति विशेषणम् इति उक्तवन्तः तादृशरीत्या एव चिन्तयतु घटाभाववान् बालकः इति घटाभावत्वम् इति विशेषणम् उत्तमं घटाभावः इति विशेषणं घटाभाववान् इति विशेषणवाचकपदं बालकः इति विशेषवाचकपदम् उत्तमं तर्हि इदानीं अवगतं वा सर्वैः तत् अस्ति वा अस्तु तर्हि सुनील् महोदय भवान् अग्रे पठति वा आं भगिनि एक एव विशेषणम् आम् एक एव विशेषणं यदा कोऽपि केवलं बालकः वदति तदा विशेषणं केवलं बालकत्वमेव तथा च तत्र बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव अतः बालकः पूर्वोक्तरीत्या विशेष्यवाचकशब्दः न व्यक्तरीत्या विशेषणवाचकशब्दः इदं भूमिकाद्वयम् अस्ति सदा विशेष्यवाचकशब्दस्य इदानीं कोऽपि बालकः इव वदति तदा केवलं बालकः इव वदति तदा तस्य विशेषणं केवलं बालकत्वम् एव किमर्थम् इत्युक्ते बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव अथवा बालकः विशेषणवाचकपदं विशेषवाचकपदम् अस्ति तत्र विशेषणमपि विशेषणं बालकत्वम् अस्ति तत्र केवलं बालकः इति वदामः चेत् तत्र किञ्चित् वैलक्ष्यम् अस्ति खलु तत्र पूर्वं यदा वयं दृष्टवन्तः तत्र धनवान् बालकः घटाभाववान् बालकः इति तत्र अन्यपदार्थाः ये सन्ति तैः विशिष्यते चेत् तत्र विशेषणवाचकपदम् इति पृथक् पदम् आगच्छति. परन्तु यदा जातिः एव विशिष्यते तत्र जात्या एव विशिष्यते चेत् तत्र किं भवति, तत्र बालकः इति यत् पदमस्ति बालके बालकत्वम् अस्ति खलु, तर्हि बालकः इति पदमेव विशेषणम् अपि सूचयति. इत्युक्ते बालकत्वम् इति यः विशेषणम् इति यद् विशेषणम् अस्ति तदपि सूचयति, अपि च बालकः इति विशेष्यवाचकपदमपि अस्ति खलु. तर्हि तत्र केवलं यथा यद् यत्र जातिः आगच्छति जात्या यस्मिन् सन्दर्भे वयं पृथक् कुर्मः तत्र एव तादृशं वैलक्षण्यम् आगच्छति. तदेव अस्ति अत्र. अतः अवगतं विशेषं बालकत्वं विशेष्यवाचकं बालकः इति सत्यं. विशेषणं बालकत्वं विशेषणवाचकपदं विशेष्यवाचकपदं द्वयमपि बालकः एव अत्र अस्मिन् सन्दर्भे. अस्तु अग्रे पठतु महोदय. अतः उन्नतः केवलं गुणिवाचकः, तर्हि कथं विशेषणवाचकः? उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम्. उन्नतः केवलं गुणिवाचकः शब्दः इति तु आरम्भः एव उच्यमानम्. इदानीम् अन्य उन्नतः केवलं गुणिवाचकः इति वयं पूर्वं दृष्टवन्तः. अतः प्रश्नः अस्ति कथं विशेषणवाचकं कः इति प्रश्नः भवति. इत्युक्ते तत्र पूर्वं वयम् उक्तवन्तः तत्र उन्नतः इति तत्र उन्नतः इत्युक्ते वृक्षः इति तत्र उन्नतः वृक्षः इत्युक्ते तत्र उन्नतः इत्युक्ते वृक्षः इति उक्तवन्तः. तर्हि उन्नतः इत्युक्ते गुणिनं सूचयति इति वयं पूर्वम् उक्तवन्तः. तर्हि उन्नतः इत्युक्ते गुणिनं सूचयति चेत् तत्र कथं वा उन्नतः इति विशेषणवाचकपदमपि भवितुम् अर्हति इति प्रश्नः आगच्छति खलु, तस्य समाधानं अस्मिन् भागे अस्ति. अतः इदानीम् अस्ति उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम् इति. आम् उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानं, पूर्वमेव उक्तम्. अग्रे पठतु महोदय. द्वयमपि कथं गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं तदेव. उन्नतः इत्युक्ते औन्नत्यरूप गुणविशिष्टपदार्थः इति. गुणविशिष्टं गुणिनम् इति अपि वयं दृष्टवन्तः पूर्वम्. अतः उन्नतः इत्युक्ते औन्नत्यरूपगुणविशिष्टपदार्थः इति अत्र अस्ति. इत्युक्ते अनेन उन्नतशब्देन गुणी अपि सूचितः, गुणः अपि सूचितः. उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल, नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति. अतः यदा उन्नतः वृक्षः इति स्वीकुर्मः तत्र औन्नत्यरूपगुणविशिष्टपदार्थः एव उन्नतः इति भवति. अथवा उन्नतशब्देन गुणि अपि सूचितम्, अपि च गुणः अपि सूचितः. यदा उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः अस्ति अथवा औन्नत्यम् इति गुणः वृक्षे अस्ति इति तदेव तत्र उन्नतः इति पदेन वयम् औन्नत्यम् इति गुणः वृक्षे अस्ति इति अवगन्तुं शक्नुमः अथवा उन्नतः वृक्षः इति औन्नत्यम् इति गुणः वृक्षे अस्ति इति अवगन्तव्यं केन शब्देन इदम् अवगम्यते उन्नतशब्देन एतदर्थम् उच्यते यत् गुणिवाचकाः शब्दाः ये ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः अतः उन्नतशब्दस्य यः अर्थः यस्मिन् अर्थे गुणः अपि अन्तर्गतः अतः उन्नतशब्देन एवं वक्तुं शक्यते इति यदा गुणिवाचकाः शब्दाः ये ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः इति उच्यते अतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः इत्युक्ते अत्र उन्नतः इति गुणः इति वदामः तद् गुणिविशिष्टगुणिवाचकः अपि अस्ति इति भवति इत्युक्ते तत्र उन्नतः इति पदं गुणिवाचकपदम् अस्ति तत्र औन्नत्यम् इति गुणं सूचयति तर्हि तत्र गुणविशिष्टगुणिवाचकम् इति अग्रे पठतु महोदय नाम औन्नत्ययुक्तवृक्षः उन्नतशब्दस्य यः समग्र अर्थः तस्मिन् समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः इत्युक्ते एकः भागः तद् इदानीं वृक्षः औन्नत्यरीत्या औन्नत्यगुणेन युक्तः इति नाम अस्ति अतः उन्नतशब्दस्य अर्थः तस्मिन् समग्रे अर्थे औन्नत्यम् अत्र वृक्षे अस्ति इति तदेव भगिनि अथवा अधिकमस्ति वा तदेव यत् भवान् उक्तवान् तदेव केवलं गुणः वक्तव्यः चेत् औन्नत्यं गुणविशिष्टगुणी यदा वक्तव्यः तदा उन्नतः इति एव प्रयोक्तव्यः आम् इदानीं केवलं गुणः एव वक्तुं इच्छन्ति चेत् तत्र गुणः औन्नत्यम् इति वदन्ति अथवा गुणविशिष्टगुणी यदा वक्तव्यं तत्र उन्नतः इति एव वक्तव्यमिति तदा औन्नत्यम् इति गुणः भगिनी तत्र उन्नतः वा अथवा तत्र मुद्रणदोषं वा औन्नत्यमिति गुणः उन्नतः इति शब्देन बोधितः तत्र दोषः कोऽपि नास्ति महोदय तत्र इत्युक्ते तत्र उन्नतः वृक्षः इति यत्र अस्ति तत्र उन्नतः इति शब्देन एव औन्नत्यम् इति गुणः वृक्षे अस्ति इति वयं ज्ञातुं शक्नुमः खलु तर्हि उन्नतः इति वदामः चेत् तत्र औन्नत्यम् इति गुणः अस्ति इति वयं ज्ञातुं शक्नुमः परन्तु केवलं यदा गुणम् एव सूचनीयं चेत् तत्र औन्नत्यम् इति प्रयोगं साधु. परन्तु तत्र औन्नत्यं युक्तपदार्थः इति वक्तव्यं चेत् तत्र उन्नतः इति इति शब्दप्रयोगं भवति. तदेव अत्र अग्रे अग्रे अपि पठामि. किन्तु केवलं गुणः इति न, औन्नत्ययुक्तवृक्षः बोधितः नाम औन्नत्यम् अपि बोधितं, तदयुक्तः वृक्षः अपि बोधितः. अतः उन्नतः विशेषणवाचकः इति वदामः. स्वयं विशेषणं न, परन्तु विशेषणस्य अर्थः अस्मिन् गुणिवाचकशब्दे अन्तर्भूतः. तदपि तदेव तर्हि निष्कर्षः एवं, यद्यपि उन्नतशब्दः केवलं गुणिवाचकः, किन्तु अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः. अतः इदानीं वयं वदामः उन्नतः इति विशेषण वा विशेषणवाचकपदमिति. अति उत्तमं महोदय, तावदेव. इत्युक्ते तत्र उन्नतः इति शब्दः यद्यपि केवलं गुणिनं सूचयति, गुणिवाचकः पदम् इति वदामः चेदपि तत्र गुणविशिष्टगुणिनम् इत्युक्ते तत्र औन्नत्यम् औन्नत्यरूपगुणः अस्ति इति इति अपि तेन पदेन सूचितं भवति. अस्तु, तर्हि बालसुब्रह्मण्यमहोदय, भवान् पठति वा तत्र उन्नतशब्दस्य सीमा का इति? उन्नतशब्दस्य सीमा का? तर्हि उन्नतः वृक्षः इत्यत्र उन्नतशब्दः विशेषणवाचकः. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते, न तु वृक्षः इति. वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः. उन्नतः इति एव वदामः चेत् कः उन्नतः इति न ज्ञायते, कश्चन उन्नतः इति एतावत् एव ज्ञायते. इत्युक्ते वृक्षः वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः शब्देन. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थः इति एतावत् एव. उन्नतः इति उन्नतशब्दविशेषणवाचकः, एतत् शब्देन उन्नतत्वम् इति गुणः तादृशगुणेन युक्तः इति ज्ञायते. इत्युक्ते तत्र पूर्वं वयं तर्हि इदानीं वयं तत्र स्थापितवन्तः उन्नतः इति शब्दः गुणिवाचकशब्दः अपि च विशेषणवाचकशब्दः इति. इदानीं विषयः अस्ति तत्र उन्नतशब्दस्य सीमा का, इत्युक्ते तत्र उन्नतशब्देन कियत्पर्यन्तम् अस्माकं ज्ञानम् आगच्छति उन्नतशब्दस्य प्रयोगेन इति. तर्हि तादृशप्रश्नः उदेति चेत् तत्र केवलम् उन्नतः इति वदामः चेत् उन्नतः वृक्षः उन्नतः बालकः इति न उक्त्वा केवलम् उन्नतः इति वदामः चेत् तत्र अस्माकं अस्माभिः किम् अवगम्यते, तत्र अस्माकम् अवगमनं भवति तत्र किमपि उन्नतः इति उन्नतत्वम् इति गुणः अथवा औन्नत्यम् इति गुणयुक्त किमपि पदार्थः अस्ति इति एव अस्माकं ज्ञानं भवति, तत्र वृक्षः वा बालकः वा अथवा गृहं वा इति तादृशज्ञानं न भवति. तर्हि तत्र उन्नतः इति पदस्य अनन्तरं तत्र विशेष्यवाचकपदम् अपेक्षितं भवति. तत्र उन्नतः वृक्षः, उन्नतः बालकः, उन्नतः मनुष्यः इति किमपि अन्यपदस्य आवश्यकं भवति. तादृशपदम् आगच्छति चेदेव अस्माकं सम्पूर्ण अवगमनं भवति, न चेत् तत्र कश्चन पदार्थः अस्ति यस्मिन् औन्नत्यम् इति गुणः अस्ति इति एव वयम् अवगन्तुं शक्नुमः. अस्तु, रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि, तदर्थमेव उच्यते औन्नत्यरूपगुणेन युक्तम् इति अखण्डं यत् अस्ति तस्मिन् अखण्डे अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. एकदेशः इत्युक्तौ एकः भागः. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य बाणं न भवति, वृक्षस्य बोधः न भवति. वृक्षस्य बोधः अपेक्षितः चेत् वृक्षः इति एव शब्दः प्रयोक्तव्यः. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति, न तु वृक्षस्य बोधः. अत्र अस्ति औन्नत्यरूपगुणेन युक्तम् इति वदति चेत् तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यमिति गुणः एव भवति, वृक्षस्य बोधकं न भवति इति. अखण्डम् इत्युक्ते अर्थः कः? समग्रं वा? अखण्डम् इत्युक्ते सम्पूर्णं, सम्पूर्णं समग्रं, समग्रम्. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य बाणं न भवति, वृक्षस्य बोधः न भवति. अतः उन्नतः इति अहं वदामः चेत् वृक्षस्य वदामः बोधः न भवति, ज्ञानं वा न भवतु भवितुम् अर्हति. उन्नतः एकः गुण वाचकशब्दः एव. वृक्षस्य बोधः अपेक्षितः चेत् वृक्षः इति एव शब्दः प्रयोक्तव्यः. यदा वृक्षस्य वर्णनं करणं वृक्षस्य बोधनं करणीयं चेत् तत् शब्दः प्रयोक्तव्यः. तदानीमेव पूर्ण अर्थं भवति. सत्यं. तर्हि तत्र प्रथमं वाक्यम् अस्ति खलु, तत्र उन्नतः इति पदेन तत्र अखण्डम् अर्थं यत् अस्ति, तत्र अखण्डे अखण्डः अर्थः यः अस्ति तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति अस्ति इति, तत्र किञ्चित् इतोपि अधिकं प्रतिपादयितुं शक्नोति वा? तत्र एकदेशे औन्नत्यम् अस्ति चेत् भिन्नदेशे कः स्यात् इति, अथवा तत्र औन्नत्यम् उन्नतः इति तयोः भेदः कः इति. अखण्डे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. औन्नत्यम् इत्युक्ते उन्नतः वा? औन्नत्यम् इति उन्नते अस्ति. सत्यं. तर्हि तत्र उन्नतः इति वदामः चेत् तत्र केवलम् औन्नत्यम् इति एव अर्थः आगच्छति वा? औन्नत्ययुक्तपदार्थः किमपि सूचयति. उत्तमम्, उत्तमं. तर्हि उन्नतः इति यदा वयं वदामः चेत् तत्र औन्नत्यम् इति तत्र सम्पूर्ण अर्थं यदस्ति तत् स्वीकुर्मः चेत् तत्र एकभागे अस्ति औन्नत्यम् इति गुणः, अन्यभागे अस्ति कश्चन पदार्थः. तत्र औन्नत्यं पदार्थः द्वयोः सम्मिलित्वा एव तत्र उन्नतः इति शब्दस्य अर्थः भवति खलु. तर्हि तत्र उन्नतः इति यदा वदामः चेत् तत्र औन्नत्यम् इति अपि एकभागः अस्ति तत्र अर्थे. अन्यभागः अस्ति तत्र कश्चन पदार्थः यस्मिन् औन्नत्यम् इति गुणः अस्ति इति. तादृशपदार्थः वृक्षः इति अस्ति चेत् वृक्षः इति पदमेव तत्र अपेक्षितम् अस्ति. तर्हि तत्र उन्नतः वृक्षः इति. तादृशपदार्थः बालकः अस्ति चेत् उन्नतः बालकः इति वक्तव्यम् अस्माभिः. केवलम् उन्नतः इति वदामः चेत् तत्र बालकः वा वृक्षः वा इति तादृशज्ञानं न भवति. केवलं कश्चन पदार्थः अस्ति यस्मिन् औन्नत्यम् अस्ति इति एव ज्ञानं भवति. अस्तु, अग्रे अपि पठतु भगिनि. तर्हि अग्रे उन्नतः इति शब्दः धर्मीवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इति उक्तम्. तादृशः विद्यमानधर्मः वृक्षे, अतः वृक्षः धर्मी. उन्नतः च तस्य सूचकः धर्मीवाचकः. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते. तदर्थं वृक्षः वक्तव्यः इति उन्नतवृक्षयोः भेदः. उन्नतः इति शब्दः धर्मीवाचकः इति अत्र अस्ति किमर्थं चेत् औन्नत्यरूपेण गुणेन युक्तः कश्चन पदार्थः. तस्य अर्थमस्ति धर्मीवाचकः इत्युक्ते औन्नत्यरूपगुणेन तत् पदार्थः अस्ति, तस्मिन् पदार्थे औन्नत्यरूपगुणम् अस्ति इति अर्थं. तादृशः विद्यमानधर्मः वृक्षे, अतः तादृशविद्यमानधर्मः अर्थात् औन्नत्यरूपं वृक्षे अस्ति, अतः वृक्षः धर्मी. उन्नतः च तस्य सूचकः, तत् सूचयति उन्नतः, अतः तत् धर्मीवाचकः. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते. यदा वृक्षः न वक्तव्यः चेत् धर्मी कः इति अहं न ज्ञातुं शक्यते. अतः उन्नतः वृक्षयोः इति एव उन्नतः वृक्षयोः भेदः. तदानीमेव वृक्षः इति शब्दः अपि पदार्थः अपि मुख्यः औन्नत्यरूपं सूचनार्थम्, उन्नतरूपं सूचनार्थम्. उत्तमं. तर्हि तत्र औन्नत्यम् उन्नतयोः भेदः कः इति वयं दृष्टवन्तः. तत्र औन्नत्यम् इति गुणः अस्ति, उन्नतः इति गुणिवाचकपदं, गुणविशिष्टगुणिवाचकपदम् इति. इदानीम् उन्नतः अपि च वृक्षः उन्नतवृक्षयोः भेदः कः इति अपि वयं ज्ञातवन्तः. तर्हि तत्र वृक्षः इति धर्मी, यथा गुणी तथा धर्मी, यस्मिन् धर्मः अस्ति तथा धर्मी. तर्हि तत्र धर्मीवाचक धर्मी अस्ति वृक्षः. तत्र उन्नतः इति धर्मीवाचकपदमस्ति. अस्तु भगिनि, तत्र अन्तिमपरिच्छेदद्वयं पठित्वा समापयामः अद्य. उन्नतशब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यं. तथापि उन्नतशब्देन गुणी कः इति उन्नतशब्देन न ज्ञायते. पदार्थः वृक्षः वा पुरुषः वा बालकः वा कुक्कुरः वा इति यावत् विशेष्यवाचकशब्दः न उच्चार्यते तावत् न बोध्यते. तदेव उन्नतशब्दः गुणिवाचकः वाचकः एव न तु गुणवाचकः. तदापि उन्नतशब्देन गुणिकः इति गुणिकः इति उन्नतशब्देन तु वयं न ज्ञातुं शक्यते. पदार्थः आवश्यकः, यदा बालकः वा पुरुषः वा किमपि पदार्थः आवश्यकः, तदेव विशेष्यवाचकशब्दः इति अपि वक्तुं शक्यते. तावत् यदा न अस्ति चेत् विशेष्यवाचकपदं, तदा अर्थं सम्पूर्णं न भवति. विशेषभूतः यः वृक्षः, सः वृक्षः शब्देन बोध्यते. औन्नत्यरूपः यः गुणः, सः उन्नतशब्देन बोध्यते. उन्नतशब्दः वस्तुतः गुणवाचकः न, किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्ट यः गुणि, तस्य एकद्वेषरूपेण औन्नत्यरूपगुणः तत्र बोध्यते. अतः एव वदामः उन्नतशब्दः विशेषणवाचकः. विशेष्यभूतः यः वृक्षः, सः वृक्षः शब्दे वृक्षः इति शब्देन एव तद् विशेष्यभूतः इति अहं वक्तुं शक्नुमः. औन्नत्यरूप यः गुणः, सः उन्नतशब्देन एव तस्य औन्नत्यम् इति गुणः अस्ति इति वक्तुं अहम् अवगन्तुं शक्नुमः. उन्नतशब्दः वस्तुतः गुणवाचकः न, तत्तु गुणिविशिष्ट यः गुणः, तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते. तत्र तु उन्नतशब्दस्य तु अर्थः अस्ति गुणविशिष्टगुणि, यः गुणि तस्य अर्थम् अस्ति, तद् औन्नत्यरूपगुणः बोध्यति. अतः एव वदामः उन्नतशब्दः विशेषणवाचकः. उन्नतशब्दः विशेषणवाचकः इति तदानीमेव वदामः. तावदेव. तत्र विशेष्य वृक्षः इति यः वस्तु अस्ति, यः प्राणी अस्ति बहिः, तं प्राणिनं सूचयति वृक्षः इति पदं. तर्हि तत्र वृक्षः इति पदं विशेष्यवाचकपदम् अस्ति, अपि च उन्नतः इति पदं विशेषणवाचकपदम् इति इदानीं वयं प्रायः सर्वे अवगतवन्तः. तर्हि तत्र प्रश्नः नास्ति चेत् अद्य अत्र समापयामः, आगामि मङ्गलवासरे मेलिष्यामः. अस्तु भगिनि, धन्यवादः. धन्यवादः. धन्यवादः भगिनी.